नमस्कारः, स्वागतम् अस्माकं पाणिनीयव्याकरणवर्गे। तत्र सुधादौ शत्रुव्यवस्था इति पाठः, सुधादिगणे शत्रन्तप्रातिपदिकनिर्माणं कथं भवति इति। एतावत् वयं द्वादिगणः दृष्टवन्तः, दिवादिगणः गतसप्ताहे। इदानीम् अन्तिमं सुधादिगणे शत्रन्तप्रातिपदिकनिर्माणम् इति तद् पठामः। महोदय, भवान् एकवारं सुधादौ शत्रुव्यवस्था। शत्रुप्रत्ययः क्षित् इति कारणतः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः। शत्रुप्रत्ययः नित्यं कर्तृत्वे च सुधादिगणे कर्तृत्वे सार्वधातुकप्रत्यये परे धातुभ्यः श विकरणप्रत्ययः विहितः अस्ति। वस्तुतः प्रथमं कर्तरि शप् इत्यनेन शप् विहितः, तदा कर्तरि शप् इति सूत्रं प्रभाज्य सुधादिभ्यः शः इति सूत्रम् आगत्य कार्यं करोति। किमर्थम्? अस्यां दशायां सुधादिभ्यः शः स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति। कर्तरि शप् इत्यस्य अन्यत्र लब्धावकाशः अस्ति, अतः सुधादिभ्यः शः कर्तरि शप् इत्यस्य अपवादभूतसूत्रम्। पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया यत् सूत्रम् अपवादः अस्ति, तत् अपवादस्य अपेक्षया बलवत्। अतः अत्र सुधादिभ्यः शः इति सूत्रस्य कार्यं सिद्ध्यति इति अस्ति। वयं जानीमः तत्र तिङ्क्षित् सार्वधातुकम् इति शत्रुप्रत्ययः इति सार्वधातुकप्रत्ययः अस्ति, अतः तत्र सार्वधातुकप्रत्यये परे कर्तृत्वे अस्ति इति कृत्वा तत्र सर्वदा कर्तरि शप् इत्यस्य इत्यनेन शप् विहिता भवति। तदा कर्तरि शप् इत्यनेन अपवादतया तत्र आगत्य कार्यं करोति, सुधाभ्यः इति आगत्य कार्यं करोति। अग्रे सुधादिभ्यः कर्तृत्वे सार्वधातुकप्रत्ययः परे अस्ति चेत् सुधादिगणे स्थितेभ्यः धातुभ्यः श प्रत्ययः भवति। कर्तरि सार्वधातुके सुधादिभ्यः धातुभ्यः परश्च श प्रत्ययः इति सूत्रं वयं जानीमः। कर्तरि शप् कर्तृत्वे सार्वधातुकप्रत्यये परे अस्ति चेत् तर्हि धातुतः शप् प्रत्ययः भवति। कर्तरि सार्वधातुके धातोः परश्च श प्रत्ययः इति सूत्रम्। कर्तरि सार्वधातुके कर्तरि प्रत्यये परे धातोः परः शप् धातोः परः शप् प्रत्ययः भवति। अयं श प्रत्ययः षित्, अतः अनेन गुणकार्यं विहितं यत्र यत्र प्रसक्तं। परन्तु शः अपि त्वा सार्वधातुकमपि इति सूत्रेण नित्वत् अतः निति च इति इति कारणेन यत्र यत्र गुणकार्यं विहितं तत्र तन्निषिद्धं। वयं जानीमः श इति शित् अस्ति परन्तु पित् नास्ति इति कृत्वा निति चेत् सूत्रेण तत्र गुणस्य बाधा भवति। सार्वधातुकम् अपित् अपित् सार्वधातुकं नित्वत् अस्ति इति सार्वधातुकं तत्र अनुवृत्तसहितसूत्रमस्ति। सार्वधातुकम् अपित् नित् अधिदेशसूत्रमस्ति, अत्र अपित् इव नित्वत् कार्यं करोति इति सार्वधातुकमपित् सूत्रं वदति। निति च तदपि यः प्रत्ययः गित् कित् अथवा नित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकारस्थाने गुणं वा वृद्धिः वा भवति स्म, सः न भवति। अतः तत्र अनुसरितसूत्रमस्ति निति च इकः गुणविद्धिः न इति वयं जानीमः। आहत्य सुधादिगणे शत्रुप्रत्यये परे शप्रत्ययः विहितः, श च नित्वत्। अस्य एकः परिणामः गुणनिषेधः। परन्तु यथा दृष्टं दिवादिगणे प्रत्ययस्य नित्वत् भवनेन केवलं गुणनिषेधः सिद्धः इति न, तस्य अनेके प्रभावाः सन्ति। तेषु त्रयः प्रमुखाः अधोलिखिताः इति तत्र वयं जानीमः। तत्र केवलं नित्वत् इत्यनेन निति च इत्यनेन केवलं नित्वत् इत्यनेन केवलं गुणबाधा एव नास्ति, तत्र अन्यानि कार्याणि सन्ति, अन्यानि प्रयोजनानि सन्ति इति अग्रे अस्ति। पठामि वा? हा, निति किति निति विशिष्टकार्याणि। यः कोऽपि प्रत्ययः कित् नित् वा भवति, तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि इति एतानि प्रथमं कार्यमस्ति अङ्गान्ते उपादायाञ्च इकः गुणनिषिद्धः सुदादौ सुदयोग श योगति सुदति इति भवति निचित सुदयोग श योग शत्र इदानीं तत् सुदत् इति भवति नीतिचेतसूत्रेण गुणनिषेधः अनन्तरं अतोगुणे इत्यनेन पररूप इति अस्ति अनजित् धातूनाम् उपादायां न लोपः येषां हलन्तधातूनाम् इत्संज्ञकः ह्रस्वः इकारः नास्ति तेषां धातूनाम् उपादायां नकारः अस्ति चेत् तस्य लोपो भवति यथा तुम्फ् योग श योग ति इति अस्ति अत्र मूले नकारः अस्ति अतः नकारस्य लोपः भवति ष इति नित् इति कृत्वा तत् अनिदितहला हल उपादाय निति इति सूत्रेण परन्तु सुदादिगणे विशिष्टवार्तिकेन येषां पुनः हनुमागमः आनीयते अस्तु तुम् शे तुम्फादीनां नुं वाच्यः इति तुम्फादीनाम् इति तुम्फादिगणमस्ति वा अन्तर्गणः अस्ति शकारे शब्दविकरणे प्रत्यये परे नुं वाच्यः इत्यनेन वार्तिकेन नुमागमः पुनः भवति अतः तुम्फ् योग श योग ति तुफ् योग आयोग ति पुनः नुमागमः शे तुम्फादीनां नुं वाच्यः इत्यनेन तुम्फ् योग पुनः नकारः नकारस्य अनुस्वार अनुस्वारस्य पुनः तत्र तदेव खलु भगिनि तृम्फ योग आयोगति तृम्फ तृम्फति इति रूपं तृतीयं कार्यं सम्प्रसारणीनां धातूनां सम्प्रसारणं यणः स्थाने यण् स्थाने इक आदेशः यण् सन्धौ यथा भवति तस्य विपरीतक्रमः नि किति निति प्रत्यये परे व्रश्च व्रश्च योग श योग ति इति अस्ति अत्र रेफस्य इदानीं तत्र मूर्धन्यधकारः मूर्धन्यधकारादेशः भवति वृश्चति इति भवति वृश् योग च शयोग इति वृश्चति तर्हि वृश्चयोग शयोग शत्र व्रश्च शयोग शत्र इति वृश्च इति भवति सूत्रमस्ति ग्रहीत्या वै वदि वृष्टि विचति पृच्छति पृच्छति पृजतीनां निति च इत्यनेन वयं जानीमः अतः त्रीणि कार्याणि उपादायं गुणनिषेधः अनिदितानां धातूनां न लोपः सम्प्रसारणम् एतानि त्रीणि कार्याणि भवन्ति परन्तु तुम्फादीनाम् इति इत्यनेन तत्र कुत्रचित् नुमागमः भवति नुमागमः पुनः भवति इति अस्ति परन्तु एतावत् यत् दृष्टवन्तः तत्तु समानकार्यमेव तत्र द्विवादिगणे अपि एतानि कार्याणि एव आसन् किल तदेव अस्ति तत्र भेदः कः इति अग्रिमपरिच्छेदे दत्तमस्ति धन्यवादः महोदय उषा भगिनी पठति वा भेदः किं ध्येयं यत् द्विवादिगणे तुदादिगणे च यद्यपि उभयत्र विकरणः अपित् ह्यन् श अपित् तथापि सर्वत्र तयोः कार्यं समानं नास्ति भेदाः सन्ति यतोहि ह्यन् य हलादिः अपित् प्रत्ययः श अ श इत्यनेन अजादिः अपित् प्रत्ययः हलादि अजादिभेदात् कार्ये भेदाः सन्ति परन्तु उपरितननियमसूत्रं सार्वत्रिकं नियमत्रयम् आं भगिनि परन्तु उपरितननियमत्रयं सार्वत्रिकम् ओके नाम कित् नित् प्रत्ययः परे अस्ति चेत् येषां त्रयाणां कार्यं भवति एव येषु त्रिषु नियमेषु गुणनिषेधः न लोपः सम्प्रसारण इत्येषु प्रत्ययस्य हलादि अजादिभेदात् न कोऽपि प्रभावः आं भगिनि दिवादिगणे ह्यन् इति कारणतः यकारः हलादिप्रत्ययः अस्ति शकारः तुदादिगणे श इति प्रत्ययस्य कारणतः अजादि अपित् अ इति प्रत्ययः अस्ति. हलादि अजादि वेदात् कार्यः वेदाः सन्ति. परन्तु उपरित नियम कितिङ् इति गुणे कितिङ् इति च इत्यनेन गुण गुणनिषेध अपि तु अनिदितां हल उपादायाः किङ् इति इत्यनेन इत्यनेन न लोपः इति सम्प्रसारणकार्यं ग्रहीज्या वयि ङित् कारणतः ग्रहीजा व्ययि व्यति वष्टिविचति वृच्छति पृच्छति वृजति न ङिति च इति च सूत्रे उक्ति उक्तं कारणतः ङित्वत् भावेन त्रयः कार्यः भवति एव अत्र सुदादिगणे अपि. येषु त्रिषु नियमेषु गुणनिषेधः न लोपः सम्प्रसारण इत्येतेषु प्रत्ययस्य हलादि अजादिभेदात् न कोऽपि प्रभावः. गुणनिषेध अपि स्टिल् वेदर् हलादि आर् हलादि वा अजादि वा गुणनिषेधः प्रसक्तम् अस्ति. न लोपः अपि प्रसक्तम् अस्ति. सम्प्रसारणमपि अस्ति. सम्प्रसारणप्रसक्तम् अपि अस्ति. किन्तु अन्यत्र हलादि अजादिभेदेन कार्ये भेदः. यद्यपि कार्ये कित् ङित् इति प्रसङ्गः अस्ति परन्तु हलादिपरे अथवा अजातिपरे इति कुत्रचित् उक्तं. यथा प्रत्ययः हलादिः कित् ङित् चेत् हलि च यथा प्रत्ययः हलादिः कित् ङित् चेत् हलि च इत्यनेन रेपान्तानां वकारान्तानां च धातूनाम् उपादायां स्थितः इक् वर्णः दीर्घः भवति. दिवादिगणे श्यन् हलादिः अतः इतं कार्यं भवति. झृ योगः य इति स्थिते झिर् योगः य झीर्य झीर्यति इति भवति. तुदातौ श अजादिः अतः न भवति. अन्यत्र प्रत्ययः अजादिः कित्नित् चेदेव भवति. ओके. यथा अचि अचिष्णुधातु ब्रुवामि वो रियङ्गु वङ्गौ इति सूत्रेण कितिङ् इति अपि अचिपरे इकारान्त उकारान्त धातुरूपि अङ्गस्य इकारस्य स्थाने क्रमशः यङ् उवङ् आदेशः भवति. रि योगः अयोगः ति रकारयोगः ई स्थाने इय इकार यकार इ योगः अकार योगः ति रियति. दिवादौ श्यन् हलादिः अतः इदं कार्यं न सम्भवति. ओके. अत्र अस्मिन् परिचयते किं कार्यं हलादि अजादि अथवा भेदात् किं कार्यं भवति इति उक्तं. हलि च इत्यनेन हलादि कित्नित् प्रत्यये परे रेपान्तानां वकारान्तानां धातूनां रुभोरुपदायाः दीर्घैकः इत्यनेन रेपान्तवकारान्तधातूनाम् उपदायां स्थितः इक् वर्णः दीर्घः भवति इत्यनेन दिवादिगणे श्यन् हलादिः अतः झृ इति धातुतः ऋकारान्तधातु झृयोगः यकारः झिर् इति भवति. वाट् इस् देट् सूत्र झृयोगः ऋकार ऋत इत् धातोः धातोः ऋत इत् धातोः 7-1 ऐ थिङ्क् ऋत इत् धातोः ऋजृयोगः यकारः इति स्थिते दिवादिगणधातु ऋकारः ऋत इत् धातोः इत्यनेन इत् भवति झिर् भवति झृ इति झिर् भवति जिर् योगः यकारः इति स्थिते हलिच इत्यनेन रेपान्तधातु भवति जिर् इति. उपधायाम् इकारः अस्ति, उपधा इकारः अस्ति हलिच इत्यनेन जिर् इति जीर् इति भवति. जीर् योगः य जीर् जीर्य जीर्यति इति भवति. हलादौ, दिस् इस् हलादौ. अजातिप्रत्यये अजातिकित्नि प्रत्यये परे वयं पठितवन्तः अचिष्णुधातुब्रुवा मिवोरिय गुवङ्गौ इत्यनेन इकारान्त उकारान्त धातुरूपि अङ्गस्य इकारः स्थाने इकार यकारः आदेशः भवति, उकारः स्थाने उकार वकारः भवति अचिप्रत्यये परे, अचिकित्नित् प्रत्यये परे. रि इति धातु वा, रि इति तुदादिगणीयधातु भगिनि. रि योगः षकारः, सो तुदादिगणे अस्ति. रि योगः अयोगः ति इति स्थिते रि इति इकारान्तधातु, इकार ति ति अत्र अकारः पका पित् नास्ति. सो रि योगः अकित्नित् अजादिप्रत्यये परः अस्ति. रकार, सो इकारः ई स्थाने इकार यकारः आदेशः भवति. रकार इ योगः अयोगः अति रियति इति भवति. तत् एतस् एवमेव दिस् कैण्ड् आफ् कार्यं पडुषे तत् कार्यं एतादृशं कार्यं दिवादिगणे नास्ति, यतोहि हलादि अस्ति, यकारः अस्ति, अ इति अचि. अन्यानि कित् ङित् निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ते. ओके, एतदेव प्रमुखभेदः. अन्ये सन्ति चेत् यथासङ्गं ते वक्ष्यन्ते. अजादिप्रत्ययः परः अस्ति इति कारणतः अत्र अचिष्णुधातुपूर्वां विवोर्यङ्गौ इत्यस्य कार्यं भवति. तत्तु दिवादिगणे न अभवत् किल, न दृष्टवन्तः कर्तकर्ता. आयोजनविधिः आहत्य यथा सामान्यं शत्रुप्रत्यये परे अस्माकं सोपानद्वयं प्रवर्तनीयम्. विकरणप्रत्ययनिमित्तकस्य अङ्गकार्यं तदा धातु विकरणप्रत्ययोः मेलनं, शत्रुप्रत्ययस्य निमित्तकम् अङ्गकार्यं तदा अङ्गशत्रुप्रत्ययोः मेलनं. वयं पठितवन्तः सोपानद्वयं, विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं धातुतः विकरणप्रत्ययः निमित्त अङ्गकार्यं धातुविकरणप्रत्ययोः मेलनम् इति प्रथमसोपानम्. अनन्तरं शत्रुप्रत्ययस्य निमित्तकम् अङ्गकार्यं तदा अङ्गशत्रुप्रत्ययोः मेलनम्. तुदादिगणे उपरि उक्तानि षनिमित्तकानि कार्याणि, तुदादिगणे उपरि उक्तानि षनिमित्तकानि कार्याणि प्रथमसोपाने भवन्ति यथास्थानम्. द्वितीयसोपाने अङ्गम् अदन्तम्, अतः अङ्गकार्यं गुणकार्यं नास्ति, वर्णनिमित्तकं कार्यम् अस्ति यथा सामान्यम् अथो गुणे इत्यनेन. तुदादिगणे षनिमित्तकानि कार्याणि, ष इति विकरणप्रत्ययः आयाति, षनिमित्तिक अङ्गकार्यं प्रथमसोपानं. द्वितीयसोपानं अङ्गम् अदन्तं, ष इति प्रत्ययस्य अकार इति अदन्तम्, अङ्गम् अदन्तम्, अतः अङ्गकार्यं गुणकार्यं नास्ति, वर्णनिमित्तिकं. नौ द्वितीयसोपाने अङ्गम् अदन्तं, तदनन्तरं शत्रुप्रत्ययस्य योजनं, शत्रुप्रत्ययस्य योजनेन अत् इति अतः अङ्गम् अदन्तं योगः शत्रुप्रत्ययः अत् गुणकार्यं नास्ति अतो गुणे इत्यनेन पररूपम् एव एकः एकरूपं पररूपमेव स्यात्. धातवः चतुर्दशविधाः इत्यस्माभिः पूर्वमेव ज्ञातम्. अजन्तदातवः अत्यन्तक्रमेण आयोजिताः ओके अजन्तदातवः अन्त्यक्रमेण आयोजिताः. हलन्तदातवः उपदाक्रमेण विभक्ताः. अजन्तदातवः अकारान्ताः आकारान्ताः इकारान्ताः इकारान्ताः उकारान्ताः उकारान्ताः ऋकारान्ताः ऋकारान्ताः एजन्ताः च. हलन्तदातवः उपदाक्रमेण अदुपदा इदुपदा उदुपदा ऋदुपदा शेष ऋदुपदाः शेषदातवः चेति. तर्हि अनेन आयोजनेन अग्रे सामान्यधातवः येषां तुधातौ किमपि अङ्ककार्यं नास्ति तानि सूच्यन्ते, तदा विशेषधातूनां कार्याणां सूच्यन्ते. एतदेव वयं गतपाठे अपि दृष्टवन्तः किल, चतुर्दशविभागः. प्रथमं सामान्यधातवः यत्र किमपि कार्यं नास्ति, केवलं वर्णमेलनम् अथवा अतोगुणे इत्यस्य एव कार्यम्. अग्रे वयं विशेषधातवः विषये पठामः. धन्यवादः भगिनी. अरुणा भगिनी पठति वा? धन्यवादः. आं भगिनि, नमस्ते सर्वेभ्यः. नमस्ते. सामान्य सुधादिगणः एकशत धातवः सन्ति. सामान्यधातवः चतुर्दश अधिक एकशतम् एकनिमिषं भगिनि. एषां धातूनां सामान्यधातूनां कृते तत्रन्तप्रतिपादिकनिर्माणसमये किमपि कार्यं नास्ति. धातूनां कृते स्वतन्त्रपदयं निर्माणं केवलं वर्णमेलनं. लघु उपधा धातुः चेत् सुगन्धलघु उपधायतनेन पुनः तदा चारुधातुमपि किमिति सायतेन गुणनिषेधः भवति. वयं पठितवन्तः धातु सुधादिगणे छत्रन्तरूपं द्वितीयसोपानमस्ति. अत्र छत्रन्तप्रत्यय अङ्गकारणानि प्रथमं परिशीलनं. धातवः अजन्तदातवः सुधादिगणे प्रत्ययः शा इति प्रत्ययः अत्र एव अवशिष्यति. अतः कार्यं केवलम् अतोगुणे एव कार्यं करोति. वर्णं उपधाम् अङ्गमस्ति, उपधामे एक वर्णः अस्ति चेदपि सुगन्धलघुपदस्य सार्वधातुकं गुणकार्यं सार्वधातुकम् अपि इति सूत्रेण गुणनिषेधः भवति. तत्र कार्यं कोऽपि नास्ति. उपधातवः चत्वारः. त्वच् उदाहरणं त्वच् युगः त्वच् त्वच त्वच युगः शत्रु त्वच योगः अत् अतो गुणेजनेन पूर्वपरयोः एकपररूप आदेशः त्वच् इति रूपं धातुः निष्पन्नं भवति. तदेव लज् धातु लज्जत् प्रथमं लज्जत् लज्जत् क्षम्यतां अन्तिमरूपं लज्जत्. खड् धातु खडत् छल् धातु छलत् न प्रातिपदिकमेव. एतस्मादेव वयम् अग्रिमपाठे सुबन्तनिर्माणं शत्रुप्रत्ययः इदुपदा धातवः त्रिविंशतिवतं सूत्रं. लिक् योगः ष लिखयोगशत्रु लिखयोगः अत् अतो गुणे इत्यनेन पूर्वपरयोः एकरूपं पूर्वरूपम् आदेशः लिखत् इति प्रातिपदिकं. कीदृशः एव उदुपदादातवः पञ्चपञ्चाशत् सूत्र दातवः सन्ति. उदाहरणं तुद् धातु, तुद् योगश, तुदा, तुदा योगशत्रु, तुदा योगः अत् अतो गुणे पूर्वरूप आदेशः तुदत् इति रूप ऋदुपदादातवः एकविंशतिदातवः सन्ति. सृज् योगश, सृज, सृजा योगशत्रु, सृजा योगः अत् अतो गुणे दिनेन पूर्वपरयोः एक परदूपमादेशः सृज्यत् इति रूपम्. शेषदातवः दशदातवः छच्च युगश, छच्च, छच्च युगशत्रु, छच्च युग अत् अतो गुणेगणेन पूर्वपरयोः एकपदरूपादेशः छच्च. तत्र कार्यमेपि कोऽपि नास्ति, केवलम् अतो गुणे इत एव. परूप आदेशः एव भवति. अदुपद, इदुपद, उदुपद, ऋदुपद, शेषदातवः, एतावत् किमपि कार्यं नास्ति. भगिनी पठतु विशेषदातवः. विशेषदातवः चतुश्चत्वारिंशत् दातवः सन्ति. इगन्तदातवः षोडशदातवः. इगन्तदातवः इक् प्रत्याहारस्य कश्चन पदस्य अन्ते एषान्ते. इक् प्रत्याहारनाम इ ऊ ऋ. अतः अस्मिन् इकारान्तदातवः उकारान्तदातवः ऋकारान्तदातवः अन्तर्भूताः. एतावता अस्माभिः दृष्टं यत् भवादिगणे शप् पित्, अतः सर्वत्र इगन्तदातोः गुण. उदाहरणमः नि योगः, नि ने भवति, भू भो भवति, क्रु खगद इति. दिवादिगणे शन् पित्, अतः गुणनिषेधः. तत्र गुणभावे विशिष्टकार्याणि वर्तन्ते. सुजादिगणे अपि तथा. ओके, वयं जानीमः भुवादिगणे छप् पित् अस्ति, अतः इक् वर्णः अस्ति चेत् अन्ते इदन्तदातः अस्ति चेत् गुणः भवति. परन्तु दिवादिगणे षण् इति अपि अतः गुणनिषेधः. सुजादिगणे परन्तु विशिष्टकार्याणि वर्तन्ते, अन्यत् सूत्रं कार्यं करोति. तदादिगणे अपि तथा एव भवति. शा इति विकटप्रत्ययः. अयं शा प्रत्ययः सार्वजातुकः, किञ्चित् सार्वजातुकमचित्रेण. अपि पकारः यस्य सः इति यस्य सः. ओके, नित्वत् किमिति च अजादिः अच् अवधौ यस्य सः. ओके, यस्य सः च. अतः संक्षेपे अजादि अपित् इति वदेम. एतावतां वयं दृष्टवन्तः यत् व्याकरणे इ ऊ रु इत्येषां कार्यद्वयं सम्भवति. प्रथमकार्यमस्ति इ गुण आदेशः. इ अस्ति चेत् इ स्थाने ए, ओ अस्ति चेत् ओ, रु अस्ति चेत् आर् इति गुणरूपमस्ति. अन्यसूत्रमस्ति यन् आदेशः इको यनचि नाम इ स्थाने यकार, उ स्थाने अकार, रु स्थाने ऋ इति. अधुना इतोपि द्वे कार्यं कार्ये सम्भवतः इति बोध्यम्. सुदादिगणे इयङ् उवङ् आदेशौ भवति, न तु गुण. ऋङ् इत्यादेशः रु स्थाने रि इति आदेशः. कुत्र एतादृशकार्ययोः अवसरः प्राप्तः इति अधः पश्यति. सामान्यतया इक् वर्णः अस्ति चेत् गुणः भवति. अन्यसूत्रम् अन्य अस्ति यन् आदेशः वा इयङ् उवङ् आदेशः, आर् दि इत्यादेशः. चतुर्विध कार्याणि सन्ति. तत्र वयं जानीमः सामान्यकार्यं गुण अथवा सन्ति. इदानीं नूतनकार्यद्वयं नूतनं नास्ति अस्माकं कृते, परन्तु कार्यद्वयम् अस्मिन् प्रसङ्गे पश्यामः. धन्यवादः भगिनी. महोदय महोदय पठति वा इकारान्तदातवः? ये इकारान्तदातवः चत्वारः दातवः सन्ति. श इति निकारप्रत्ययः अजादि अपित् अजादिः अपित् इति कारणतः एकं सूत्रम् अस्य कार्यं करोति. अचिष्णुदातभ्रुवां युवो रियङ्गौ इति चतुर्थ षष्टाध्याय चतुर्थपादस्य सप्तसप्ततितमं सूत्रम्. अनेन इकारान्तधातूनां इयङ् आदेशः भवति अजादि अपित् प्रत्यये परे इकारान्त. क्रमेण इदं कार्यम् अवलोकयामः. युगादिगणीयः रि इति धातु, अयं रि इति धा यदि भवादिगणे अभविष्यत् तर्हि शतरि किं रूपम् अभविष्यति इति चिन्तयामः. रियोग शप् इदानीं रियोग अ सार्वत्कार्वत्कयोः इत्यनेन गुणः रे योग अ यचोयवायावः इत्यनेन रय भवति. रयगश्चत्र रयति इदं केवलं चिन्तनार्थं. रीधातुः भ्वादौ नास्ति अतः इदं रूपं न सम्यक्. यदि युगादिगणे सामान्यचिन्तनम् अकरिष्यामः तर्हि रीधातोः शतरि किं रूपम् अभविष्यत् इति चिन्तयामः. रीयोगश इति चिन्ते रीयोग अ इकोयन इत्यनेन यण् सन्देहे प्राप्तिः. य इति योगशत्र यर्त् इति यत् इति इदमपि केवलं चिन्तनार्थं. वास्तवे इको एनर्जि भाजितमस्ति अतः इदं रूपं न सम्भवति. वस्तुस्थितिः का इति अग्रे पश्येमः. रियोगश इति भवति रियोग अ इको एनर्जि इत्यनेन गुणस्य प्रसक्तिः प्रसक्तिः भाजितं बलाबलेन सार्वातकादत्वयोत्तरेण गुणस्य प्रसक्तिः. सार्वातकम् अपित् इत्यनेन शाप्रत्ययः नित्वत् निति च इत्यनेन गुणनिषेधः. वियोग अ इति स्थिते शाप्रत्ययः अजादि अपित् अतः तस्मात् पूर्वं तस्य इकारधातोः इकारस्य इयङ् आदेशः भवति. सूत्रमस्ति अचिष्टुर्धातु भ्रुवान् युवरियङ्गौ इयङ्गौ इति स्नुप्रत्ययान्ताङ्गस्य इत्युक्ते स्वादिगणस्य अङ्गस्य यथा शक्नो चिनु इत्यनयोः इकारान्त उकारान्तधातुरूपी अङ्गस्य भूप्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इय भुवं च आदेशः अजादिप्रत्यये परे. स्नुप्रसङ्गे प्रत्ययग्रहणे तदन्तग्राह्य इति परिभाषया तदर्थव्य. अनेन यस्य अङ्गस्य अन्ते स्नुप्रत्ययः स्यात् तस्मात् इत्यर्थः. योः इति विशेषणं धातुशब्दस्य यतः शब्दस्य एव, यतोहि स्नुप्रत्ययान्तङ्गं भूप्रातिपदिकं च उकारान्तम् उकारान्तः एव, अतः तत्र इयम् इत्यस्य प्रसक्तिः नास्ति. तर्हि धातु इत्येव अवशिष्यते यस्य कृते योः इति विशेषणं योग्यम्. येन विदन्तस्य इत्यनेन यस्य धातोः अन्ते इकार उकार स्यात् इति अर्थः. सूत्र अस्ति अनुवृत्ति सूत्रमस्ति योः इत्युक्ते इकार उकारयोः स्नु अपि च धातु स्नु धातु ब्रुवाम् अङ्गानाम् इयङ् वङ् इयङ् वङ्गौ च अङ्गौ अचिपरे अचि अचिपरे इकारान्त उकारधातूनाम् अपि च स्नु प्रत्ययान्तस्य अपि च गुरुप्रास्तस्य इयङ् अथवा उवङ् आदेशः भवति यथा ङ्गादेश किमिति दत्तमस्ति अनेकाल् सर्वस्य उवङ् इयङ् इति उवङ् इति अनेकाल् अस्ति, अतः किमर्थं तत् अन्ते भवति इति. आदेशः अनेका आदेशः एके वर्णः अपि तु अनेके वर्णः अथवा चित् चेत् सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य. यस्य स्थाने आदेश आदिष्ट स्थाने इदं सूत्रम् अनुवृत्तस्य इत्यस्य अपवादः. अनुवृत्तसूत्रमस्ति अनेकाल्सि सर्वस्य स्थाने. इदानीम् अग्रे निच्च आदेशं नित्ये तर्हि अनेकाल् चेदपि अङ्गस्य अर्थस्य अन्त्यस्य एव स्थाने आदेशः. इदं सूत्रं तु अनेकाचित् सर्वस्य इत्यस्य अपवादः, अपवादस्य अपवादः. अतः अनुवृत्तसूत्रमस्ति नीच्य अन्त्यस्य स्थाने इति. अन्त्यस्य स्थाने नीच इति अन्त्यस्य स्थाने एव भवति, अलोन्तस्य इव भवति नीच्य. तर्हि रियोग इति अस्ति तत्र इयङ् आदेश अनेकः स्थितम् इति कृत्वा इकारस्य स्थाने इय इति आदेश अन्त्य इकारस्य स्थाने एव भवति. अन्त्य अङ्गस्य इकारस्य धातोः इकारस्य स्थाने भवति, अतः अन्त्यस्य निश्चयति सूत्रेण. अतः रिय इति भवति, रियायोग अस्ति इदानीं चतुर्थस्य सदरि रियत् इति भवति अनुरूपादेशः. उदादिगणे चत्वारः इकारान्तः रि जि धि खि एषां सर्वेषां कार्यं हृदि यथावत्. अतः रियत् कियत् जियत् क्षियत् इति रूपाणि. अतः सर्वत्र अत्र इयङ् इति आदेशः, इयङ् इति निश्च इत्यनेन तत्र अन्त्यस्य आदेश अन्त्यादेशः. समीचीनम्, धन्यवादः पठति वा. चत्वारः एव दातवः किल इकारान्तेषु, तदेव तत्र आं भगिनि. ध्वनिः अस्ति भगिनि, कश्चन ध्वनिः अस्ति? न न भगिनि, सम्यक् एव अस्ति. उकारान्त ऊकारान्तधातवः, ओके, षट् धातवः सन्ति. ष इति विकरणप्रत्ययः अजादि अपित् इति उक्तं. ष इति विकरणप्रत्ययः अजादिः अपित् इति उक्तं. तस्मात् कारणात् अत्र पुनः इदं सूत्रं प्रवर्तते, अचिष्णुधातुभ्रुवाम् इवोरियङ् उवङ्गौ इति सूत्रम्. अनेन उकारान्तधातूनाम् उवङ् आदेशः भवति अजादि अपित् अजादि अपिति प्रत्यये परे. ओके, क्रमेण इदं कार्यम् अवलोकयेम. तुदादिगणीयः गु इति धातुः. अयं गु धातुः यदि वादिगणे अभविष्यत् तर्हि शतरी किं रूपम् अभविष्यत् इति चिन्तयेम. गु इति द्वादिगणे अभविष्यत् चेत् गुयोगः शब् गुयोगः अ सार्वधातुक आदधातुकयोः इत्यनेन गुणः. गोयोगः अ गोयोगः अ येचो अयवायावः इत्यनेन ओकारस्थाने अव् आदेशः. गव्योगः अ गव गवयोगः शत्रु गवत् इति प्रातिपदिकं सिद्ध्यति. इदं केवलं चिन्तनार्थम्. अयं गुधातुः द्वादौ नास्ति, अतः इदं रूपं न सम्भवति. यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्याम तर्हि गुधातोः शतरि किं रूपम् अभविष्यत् इति चिन्तयेम. गुयोगः श गुयोगः अ गुयोगः अ इको एनचि इत्यनेन यण्सन्देहे प्राप्तिः, यण्सन्देहे प्राप्तिः. ग्व ग्वयोगः शत्रु ग्वत् इति भवति. इदं केवलं चिन्तनार्थं. वास्तवे इको यणचि बाधितम् अस्ति, अतः इदं रूपं न सम्भवति. वस्तुस्थितिः का इति अग्रे पश्येम. वस्तुस्थितिः का इति अग्रे पश्येम. गुयोगः श गुयोगः अ इति भवति. इको यणचि इत्यनेन यण् प्राप्तिः. बाधितं बलाबलेन सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्राप्तिः. सार्वधातुकम् अपित् इत्यनेन श इति ङित्वत् भवति. किङ् इति च इत्यनेन गुणनिषेधः भवति. गुयोगः अ इति स्थिते गुयोगः अ श प्रत्ययः अजादि अपित्, अतः उवङ् आदेशः भवति. अचिष्णुधातुभ्रुवामि वोरियङ् उवङ्गौ इत्यस्य अर्थः उपरि दत्तः, वयं दत्तवन्तः. ओके, अत्र गुधातुः उकारान्तः, अतः उकारस्य स्थाने युवङ् आदेशः, न तु इयम् ओके इत्येव भेदः. ओके, यतः सूत्रं वक्ति यत् इकारान्तधातोः स्थाने इयङ्, उकारान्तधातोः स्थाने उवङ् इति. तत्र तदा उवङ् आदेशः कस्य स्थाने इति चेत् पुनः अनेकाचित् सर्वस्य इत्यस्य अपवादे निच्च सूचयति यत् अन्त्यस्य एव आदेशः, तर्हि उवङ् आदेशः भवति अन्त्यस्य उकारस्य स्थाने. गुयोगः गुयोगः उव् योगः गुव इति प्राप्तं. गुवयोगः अत् अथो गुणे इत्यनेन पूर्वपरयोः एकः पररूपादेशः गुवत् इति प्रातिपदिकं सिद्ध्यति. तुदादिगणे षट् उकारान्तदातवः सन्ति, गु धृ कुङ् नु धु षु इति. येषां सर्वेषां कार्यं गु यथावत्, अतः गुवत् ध्रुवत् कुवमान ओके कुङ् कुङ् इति आत्मनेपथ्य धातु. ओके, कुवमान ञित् अतः आत्मनेपथ्य धातु. नुवत् ओके नु इति नुवत् भवति, धू इति धुवत् भवति, शू इति सुवत् भवति. ओ ऊकारान्त सो अचिष्णुदा ब्रुवामि ओरियङ्गुवङ्गौ ऊकारस्थाने उवङ्ग् आदेशः ह्रस्व उकारः भवति. ओके ओके आं भगिनि, उकारान्त धातुः अपि अग्रे उपरि पठितवन्तः. इकारान्तधातुतः अपि एवमेव गुधातुः गुयोगः श इति स्थिते इको यणचि इत्यनेन यण्सन्धिप्राप्तिः बलाबलेन बलाबलचिन्तनस्य सार्वधातुक आर्धधातुकयोः अपि कार्यं कर्तुं शक्नोति. गुणप्राप्तिः भवति, बट् सार्वधातुकम् अपित् इत्यनेन शकारः इति ञित्वत् भवति. श इति अपित् अस्ति कारणतः ञित्वत् भवति. किङ् इति इत्यनेन गुणनिषेधः कारणतः गुयोगः अ श प्रत्ययः अजाति अपित्, अतः गुयोगः अ इति स्थिते अचिष्णुधातु ब्रुवामि ओरियङ्गुवङ्गौ इत्यनेन गुयोगः अ गुयोगः उब् भवति. उब् उकारस्य गु इति उकारस्य अन्तिम उकारस्य स्थाने एव उवङ् आदेशः भवति, न तु पूर्णधातुतः. अनेकाचित् सर्वस्य इत्यनेन षित् इति अस्ति, अनेकाल् अपि अस्ति इत्यस्य अनेकाचित् सर्वस्य अपवादसूत्रम् अस्ति णिच्च. शकारः इति ञित्वत् भवति. ञिच्च इत्यनेन अन्तिमवर्णस्य स्थाने एव गु उकारस्य अन्तिमवर्णस्य स्थाने एव उब् आदेशः भवति. गकारयोगः उब् योगः अ इति भवति, शकारस्य अकारः भवति. गुवयोगः भवति अत् इति शत्रुप्रत्ययान्त अत् इति भवति. गुवयोगः अत् अथो गुणे इत्यस्य वकार उत्तरवर्ति अकारः, अत् इत्यस्य अकारः एकमेव पररूप आदेशः भवति, गुवत् इति भवति. अतो गुणे इत्यनेन गुवत् इति प्रातिपदिकं सिद्ध्यति. उकारान्तदातवः षड्दातवः सन्ति, गुवत् ध्रुवत् कुङ् इति ङकारम् उच्यते. अनुदातङ्गीत आत्मनेपदम् अनुदातङ्गीत आत्मनेपदम् इत्यनेन कुङ् नकारः अस्ति. ञित ञितः आत्मनेपथ्य धातुः. सो कुवमान नुवत् नुवत् इति भवति, नु इति नकारः भवति. नुवत् द्रुवत् सुवत् इति प्रातिपदिकानि सिद्ध्यन्ति. अतः सर्वसामान्यसूत्रम् इकारान्तः वा उकारान्तः वा भवतु इको एणचि इति सर्वसामान्यसूत्रं तत् प्रभाद्य सार्वधातुक आर्धधातुकयोः इति वा अनन्तरं तत्र बाधितं तत्र गुणस्य निषेधः भवति सार्वधातुकमपि नीति च इत्यनेन अनन्तरमेव अस्माकम् आचिष्णुधातुर्भुवां विवोरियं गुर्वौ इत्यस्य कार्यं भवति. धन्यवादः भगिनि. अरुणा भगिनी ऋकारान्त आं भगिनि ऋकारान्तदातवः तुदादिगणे चत्वारः ऋकारान्तदातवः सन्ति मृङ् पृङ् दृङ् धृङ् च इमे सर्वे नितः अतः अनुदात्तनेत आत्मनेपदमित्तनेन आत्मनेपदिनः तस्मात् शानचेव भवति न तु शत्रु. तथापि सङ्क्षेपे सनाजाप्तं शानजाप्तं किं भवति इति पश्येम. शानच् अपि कर्तस्य सम्भवति तथा शित् तु अस्ति एव अतः तस्य सार्वधातुकत्वात् कर्तृशब्दिन शप्गृहीतः शपं प्रपाद्य श विकरणप्रत्ययः आयाति इति ज्ञातं. तस्मात् कारणात् अत्र रिङ् शयङ्क्षु इति सूत्रं कार्यं करोति. अनेन ऋकारान्तधातूनां रिङ् आदेशः भवति. श प्रत्यय परे अस्ति चेत् समेन इदं कार्यम् अवलोकयामः. तुदादिगणीयः मृङ् धातु इति धातु अत्र तुदादिगणे चत्वारः ऋकारान्तधातवः अस्ति. सर्वे धातवः आत्मनेपदि दातवः किमर्थं चेत् तत् नित्यः वर्णः इत्वर्णः अस्ति अतः तस्मात् शानच्छेव भवति न तु शत्रु. तत् कथं करणीयम् इति अधः परिच्छेदे अस्ति. शपं प्रभाद्य प्रथमं शप्रत्यय कर्तृत्वे अस्ति चेत् शप्रत्यय विधीयते विकरणप्रत्ययः आयाति. तस्मात् कारणात् प्रथमं रिङ् शयलिङ्क्षु इति सूत्रेण कार्यं करोति सूत्रकार्यकरोति. अनेन ऋकारान्तधातूनां रिङ् आदेशः भवति शप्रत्ययपरे अस्ति चेत्. अत्र उदाहरणं दत्तम् अयं मृङ् धातुः यदि भवादिगणे अभविष्यत् तर्हि शान्दचि किं रूपम् अभविष्यत् इति चिन्तयेम. मृयुगश मृयुगः सारुधातुकार्धधातुकसौचनेन गुणः भवति. मर् युगः मर युगशानच् अनुबन्धलोपे मर युगः आन आने मुक् इत्यनेन आने परे अदन्तङ्गस्य मुक् आगमो भवति. मरमान मरमान इति रूपम् इदं केवलं चिन्तनार्थं किल. अहम् अयं मृङ् धातु भुवादो नास्ति अतः इदं स्वीकरणाभ्यां भवति. तृतीय अवलोकं किम् अवलोकं वक्तव्यं भगिनि. प्रथमं पूर्वमपि ऋकारान्तधातूनां वयं पठितवन्तः. उपाधिगणे अस्ति अस्ति चेत् धातु शत्रुरूपं प्रातिपदिकं कृतं कथं भवति इति अधुना अपि अत्र उदाहरणं दत्तं. उपाधिगणे शाप् अस्ति पित् अस्ति सः गुणः भवति. तदनन्तरं सर्वधातु आर्धधातुकयोः लिखनेन तदनन्तरं शानच् कृते अस्ति चेत् अने मुक् इति सूत्रेण मुक् आगमः भवति. रूपमस्ति मदमान इति. परन्तु अत्र केवलं ऊहा अस्ति न तु भवादिगणे नास्ति धातु. यदि तदादिगणे सामान्यचिन्तनम् आकर्षयामः तर्हि मृङ् धातु शानचि किं रूपम् अभविष्यति इति चिन्तयामः. मृयुगश मृयुगः आ इको एणचि इत्येन यन् सन्देशे प्राप्तिः. मृ मृयुगशानच् अनुबन्धलोपे मृ आन आने मुक् इत्यनेन आने परे अदन्ताङ्गस्य मुक् आगमो भवति. मृयुगः मान मृमान इदं केवलं चिन्तनार्थम् वास्तवे इकोयनचि बाधितम् अस्ति, अतः इदं सूत्रं न सम्भवति. अत्रापि तुदादिगणे सामान्य कार्यमस्ति, प्रथमम् इकोयनचि सूत्रम् आगत्य इकोयनचि इति यन् सन्देहः आदेशः भवति तावत् गच्छति. परन्तु एकं पदान्ताङ्गस्य तत् प्रभाद्य गुण भवति, गुण न भवति, केवलं म्रा एवम् अवशिष्यति. म्रा एव आन मुखागम आगत्य मा ब्रह्माण इति रूपं, परन्तु अपि न भवति, इदं रूपं न सम्भवति. वस्तुस्थितिः का इति अग्रे प्रदर्शयामः. मृयुगः श, मृयुगः आ, इकोवणति तस्य प्राप्तिः. तत् प्रभाद्य सार्वधातुकयोः धातुक सार्वधातुकार्धधातुकयोः भोजनेन गुणप्राप्तिः. सार्वधातुकम् अपि इत्यनेन अपितत्वात् नित्वं निकिनिति च इत्यनेन नित्तत्वात् गुणनिषेधः. रिङ् शयङ्गील् शयङ्गिच्छु लिङ्क्षु लिङ्क्ष् लिच्छु ओके लिच्छु सम्प्रदाय लिच्छु इति सूचनेन शाप्रत्यये परे ऋकारान्तस्य ऋकारान्तस्य अङ्गस्य रिङ् आदेशः. मृ धातु उन्नतया स्थाने रि, परन्तु रिच् निच्छ इत्यनेन आदेशः निश्चेत् तर्हि अनेकाश्चेदपि अङ्गस्य अन्तस्य एव स्थाने आदेशः. मृयुगः रि युग अ, मृयुगः इको निचित्य यन् सन्देहः प्राप्तिः. स प्रत्ययः अचार्य अपि ततः यन् सन्धिप्रभाद्य अतिश्नुधातु ध्रुवां युवो युवाङ्गौ इत्यनेन इयङ् आदेशः, इयङ् आदेशः इति ततः निच्छ इत्यनेन अन्तस्य एक आदेश एव आदेशः. इकारस्तुत्यान इ इय आदेशः मृ युव इयुग आ, मृय मृ युव आ, मृय मृय युनशानच् अनुबन्धलोपानन्तरं म्रिय आन, आने मुक् इत्यनेन आने परे अदन्ताङ्गस्य मृक् मुक् आगमः. म्रियमाण वर्णमेलन नत्तु नत्वे म्रियमाण इति भवति. अत्र वस्तुतः कथं करणीयं शानच् प्रत्यय रूकारान्तधातूनां दुधादिगणे अस्ति चेत् प्रथमं मृयोगः शः इति प्रत्यय कर्तरिशप्रभाद्य शिवभ्यः श इति सूत्रेण श एव आगच्छति. मृयोगः इकोयचि कार्यं कर्तुम् आगच्छति, परन्तु तत् प्रभाद्य प्रथमं सार्वधातुकार्धधातुकयोर्धनेन गुणप्राप्तिः. परन्तु सार्वधात श इति सार्वधातुक अपित् अस्ति, आजादिति अस्ति, तद्वा विद्वत् किमिति चायतेन गुणनिषेधः भवति. तत्समये रिङ् शयङ् शयङ्लिच्छु इति सूत्रेण शाप्रत्ययपरे ऋकारान्तस्य अङ्गस्य रिङ् आदेशः भवति. कुत्र भवति इति सर्वे अनेकाश्चित् इति सूत्रेण सर्वं स्थले आगच्छति वा इति, परन्तु निच्छ इति सूत्रेण अन्ये आदेश नित् अस्ति, ततः अनेकाल अपित्सु अङ्गस्य अन्तस्य इक्वर्णस्थाने एव आदेशः भवति. ततः मु युग रि युगः, मृ युगः, मा इ इको एनचि इत्यनेन यन् सन्धिप्राप्तिः. परन्तु शाप्रति अजादि अपि अतः तत् प्रभाद्य अतिष्णुधातु ब्रुवां युवो युवाङ्गौ इत्यनेन इयङ् आदेशः भवति. इयङ् आदेश अतः निच्च इत्यनेन अन्त्यस्य एव आदेश भूत्वा इय मृ मृ युव इय युवः, मृय अमृय मृय शानचु अत्र आकारान्तम् अङ्गमस्ति, अतः मुक् आगमः भवति. म्रियाणां म्रियमाण परन्तु अत्र रेप अस्ति, ततः नत्वं भवति म्रियमाण. सम्यक्. अतः तत्र रिङ्क्षयं लिङ्क्षु इति सूत्रम् अनन्तरं पुनः इको एणचि इति प्राप्तिः तत् बाधित्वा अचिष्णु धातु वा इत्यस्य कार्यम् अनेन इयङ् इति आदेशः भवति प्रियमाण इति रूपम् आनेमुक् इति सूत्रम् अपि अस्ति तदपि अत्र अस्ति वा आनेमुक् पठितवन्तः वा न किल सूत्रं न पठितं भगिनि सूत्रं न पठितम् अत्र अर्थः अपि न दत्तः प्रायः अग्रिमपाठे न अन्तिमपाठे अष्टमपाठे अस्ति तस्मिन् समये पठामः अस्तु तत्र शाणचन्ते तत्र मुक् इति आगमः मुक् इति कित् अस्ति अतः अङ्गस्य अन्ते आगच्छति म्रियमान इति रूपम् भगिनी अरुणा भगिनी तत्र रिङ्क्षयं लिङ्क्षु इत्यस्य प्रथमवाक्यम् अनन्तरम् अनुसृत्यनिमिषं भगिनि करपत्रम् अपगच्छति ओ ऋकारान्तस्य अङ्गस्य ऋङ् आदेशः भवति ईश प्रत्ययस्य यक् प्रत्ययपदे यकारादि आर्धातुक आर्धातुक लिङ् च परे तत्र सूत्रमस्ति असर्वधातुके षड् लिङ्क्षु ऋतः अङ्गस्य रिङ् अत्र यकारादि सारि ई प्रत्ययपदे ई प्रत्ययपदे क्षम्यतां यकारा च प्रत्ययपदे यक् प्रत्ययपदे आर्धात्क यकारादि आर्धात्क लिङ् आर्धात्क प्रत्ययपदे वा आर्धधातुक लिङ् प्रत्ययपदे लिङ् लकारः अस्ति किल तत्तु सार्धधातुकः नास्ति अतः आर्धधातुके लिङ् प्रत्ययः स्थनादिप्रत्ययः अस्ति चेत् भवति स्थनादि लिङ् प्रत्ययः असार्धधातुकः अस्ति चेत् सार्वधातुकः नास्ति चेत् एकारादि न न न आर्धधातुकप्रत्ययः इत्युक्ते तत्र विधिलिङ्गि न भवति तावदेव तत्र विषयः आर्धधातुके लिङ् प्रत्यये इत्युक्ते सार्वधातुकलिङ् प्रत्ययः नास्ति असार्वधातुकलिङ् प्रत्ययः कः इत्युक्ते अस्माकम् आशीर्लिङ्ग् तावदेव तत्र आशीर्लिङ्गि एव वा उक्तवान् यकारादि कोऽपि सनादिप्रत्ययः अस्ति चेत् तत् आर्धातुकप्रत्ययः यकारादिप्रत्ययः यत्किमपि भवतु तत्र यकारादि इत्युक्ते अत्र अस्माकं कर्मणि किल भावकर्मणि तदेव तत्रैव भवति तत्रैव क्रियते क्रियते येन विद्युतं तस्य विशेषणं तस्यापि भवति तस्यापि येन विधिः तदन्तस्य तस्य रूपं इति परिभाषितं भवति इदानीमः निश्चयमस्ति आदेशः निश्चयेत् तस्य अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने भवति निच्च अन्त्यस्य स्थाने अत्र एकः प्रश्नः उदेति यदा रिङ् आदेशः विहितः तदा नृ इति रूपम् अस्यां स्थित्यां तात्पर्य नास्ति किल तर्हि अचिष्टोद्धातपुरा इत्यस्य अस्ति कथम् अवगतं किल महोदय प्रश्नः कः आमां तत्र यदि मृ इति अस्ति इदानीं मृ इति आसीत् इदानीं मृ इति अस्ति वयं पृष्टवन्तः खलु तत्र एकदेशस्थितिः अनन्यमस्ति इति वा तदेव वा तत्र तत्र धातुसंज्ञा तिष्ठति एव तत्र तदेव तिष्ठति एव किमपि आदेशस्य योजनेन आगमस्य योजनेन च आदेशस्य योजनेन आगमस्य योजनेन च धातुः धातरेव तिष्ठति तस्य धातुसंज्ञां धातुसंज्ञा तिष्ठति नृ इति नृ इत्यस्य विकारेण नृ तदानीं धातुः तस्य धातुसंज्ञा तदानीम् अस्ति यतः रि इति आदेशः अनन्तरं यङ् इति आदेशस्य सोरि अनन्तरं यङ् इति आदेशस्य संयोजनेनापि धातुसंज्ञा वर्तते नृ इति नृय अयमपि धातुः सोरि नृ इति अस्ति नृ इति अयमपि धातुः परन्तु एकवारम् अस्तु यदा आदेशः भवति चेत् आगमति चेत् तत्र तत्र संज्ञा धातुसंज्ञा भवति अस्ति इदानीं नृय इति अस्ति तदपि नृय इति तदपि धातुः एव परन्तु विकरणप्रत्ययसंयोजितमस्ति तदा धातुसंज्ञा न भवति कोऽपि प्रत्ययोजितस्य अङ्गः भवति अ इति अस्ति इदानीं प्रिय इति भवति इयङादेशः भवति चेदपि तत्र धातुसंज्ञा तिष्ठति एव परन्तु यदा प्रत्ययोजयामः तदा धातुसंज्ञा न भवति च इति विकरणप्रत्ययः तस्य पृथक् प्रत्ययसंज्ञा अस्ति अतः तस्य प्रयोजनीयं रिय इति अधुना धातुं नास्ति अस्यां दशायां धातुसंज्ञा नास्ति अधुना अङ्गसंज्ञा एव वर्तते अतः एव तस्य कार्यम् अजिष्णुधातु ब्रुवाम् इत्यस्य कार्यं कथं भवति इति पृच्छामः चेत् तत्र तदापि यदा रिंशयं लिंशु इति कृतवन्तः तस्मात् अनन्तरमपि धातुसंज्ञा अस्ति एव अतः अस्य सूत्रस्य प्रसक्तिः अस्ति तावदेव अग्रे महोदय उदादिगणे तर्हि तत्र धातोः अपि तदपि धातुसंज्ञा एव किम् अस्ति अस्तेर्भूः इति भू आदेशः भवति तस्य धातु धातोः तदपि तत्रापि धातुसंज्ञा अस्ति एव किल अस्ति एव आदेशः अस्ति तस्य स्थाने एतावत् यदा वयं तत्र विकरणप्रत्ययः वा यत्किमपि प्रत्ययः योजयामः तदनन्तरं तद् अङ्गं भवति तत्र धातु संज्ञा तत्र तत् त्यजति तावत् पर्यन्तं तत्र धातुसंज्ञा अस्ति एव तर्हि एतत् नास्ति यदा भवान् उक्तवान् एकदेशे कृते अनन्यमस्ति इति तादृशं नास्ति अत्र तत् तादृशमपि भवति एव तत्र यथा तेषां वैयाकरणानाम् आवश्यकमस्ति तादृशं ते स्वीकुर्वन्ति एव यदा अहं सुबन्तप्रकरणे अपि वयं पश्यामः तत्र प्रातिपदिकसंज्ञा यदा आवश्यकं तत्र अस्ति एव ये कुत्रचित् ते वदन्ति तद् नास्ति इति न तत्र यदा धातुः अस्ति अनन्तरम् अनेन सुबन्तपदनिर्माणं कुर्मः किल धातुतः सुबन्तपद तत्रापि धातुसंज्ञा अस्ति एव इति ते स्वीकृतवन्तः यथा आवश्यकं तावदेव कृत् प्रत्ययः अस्ति यदि इदानीं तत्र धातुतः प्रातिपदिका भवति तत् धातुसंज्ञा भवति वा तादृशं तेषां मतम् धातुसंज्ञा अस्ति एव इति तद् एकवारं तस्य धातुसंज्ञा अस्ति चेत् तद् कदापि न अपगच्छति यदा वयं विकरणप्रत्ययः वा अनन्तरं सुप् प्रत्ययः वा किमपि योजयामः चेत् तत्र धातुसंज्ञा तस्य अपगच्छति सुधादिगणे अग्रे पठामि वा सुधादिगणे चत्वारः ऋकारः दत्तः वा नृङ् पृङ् धृङ् झृङ् इति येषां सर्वेषां कार्यं नृङ् धातुरिव धातोरिव म्रियमाणः प्रियमाणः ध्रियमाणः ह्रियमाणः इति हरिचैति सूत्रे यथा तथैव अतिष्ठधातुभ्रुवां भ्रुवां युवो दिवङ्गौ इति सूत्रे अपित् परे इति परे इति परे वा नोक्तम् अस्तु न उक्तं न वा अनुवृत्तवती परन्तु अनयोः सूत्रयोः कार्यं न सम्भवति इति परे अतः पाणिनेः वदनस्य आवश्यकता पाणिनेः वदनस्य आवश्यकता नासीत् अतः एव तत्र अपित्ति अथवा लिपि अथवा किति न उक्तमस्ति इति अस्ति. किमर्थं हलि इत्युक्ते हलि चेत् इत्युक्ते यथा तथैव अर्थः अर्धमात्रलाघवेन उत्तमः मन्यन्ते वैयाकरणः इत्युक्ते अर्धमात्रया मात्रायाः अपि व्यर्थता न भवति अत्र अस्माभिः अनुमानेन अवगतम् फलितार्थः तदेव तत्र किपिङ्ग् इति न उक्तं तत्र यदा अस्ति चेत् तत्र गुणः भवति गुणेन बाधितं भवति अनन्तरमेव अचिष्णु दातु कुर्मः कित् कित् प्रत्ये परे एव तस्य कार्यम् धन्यवादः. विभाषा वा अथवा अन्यतरस्य किं वदति चेदपि तत्र लाघवस्य गौरवस्य चिन्ता न भवति तत्र दीर्घ तत्र न भवति इति तस्य लाघवचर्चा न भवति इति वैकल्पिकमस्ति तत्र लाघव तदपि अस्ति एकस्मिन् एव विषये धातोः एकः धातुः वा एकः शब्दस्य विषये एकं सूत्रम् अस्ति इति अपि अस्ति किल तादृशमपि अस्ति किल किं सूत्रं वयमपि बहुवारं पठितवन्तः इदानीं किमपि मनसि न किं किं तत्र एकः एव धातुः वा एकस् किमपi शब्दः स्वीकरोतु तत्र एकस्मिन्नेव विषये एकं सूत्रं तत्र अर्धमात्रालाघवम् इति नास्ति किल तत्र ृतिः इति एकं सूत्रमस्ति तादृशं बहूनि सूत्राणि सन्ति एकः एव धातुः स्वीकृत्य तस्मिन् विषये तत्रापि अस्ति उषा भगिनि भवती एव पुनः दीर्घ ऋकारः दातव्यः आं भगिनि दीर्घ ऋकारान्तदातवः द्वौ धातु स्तः तुदातिगणे कृ घृ इति द्वौ ऋकारान्तधातु स्तः अधुना अस्माभिः दृष्टं यत् ह्रस्व ऋकारान्तधातूनां रिङ् आदेशः भवति यथा मृङ् ऋङ् आदेशः मृङ् आदेशः मृय अण्ड् देन् श विकरणप्रत्ययः अकारः अण्ड् देन् मृय इति अङ्गं म्रियमाण इति शानज् अन्तरूपं परन्तु दीर्घ ऋकारान्तधातूनां कार्यं भिन्नं स्मर्यते यत् दिवादिगणे दीर्घ ऋकारान्तधातुषु ऋकारस्य स्थाने इ आदेशः भवति जृ इति जि इति भवति तुदादिगणे अपि तथा उभयत्र ऋत इत् धातोः इत्यस्य प्रसक्तिः परन्तु ततः अग्रे विद्यते यतोहि दिवादिगणे श्यन् अलादिः अपित् किन्तु तुदादिगणे श अजादिः अपित् दिवादिगणे हलीच इत्यनेन उपदायाम् इकः दीर्घत्वं परन्तु तुदादिगणे हलीच इत्यस्य प्रसक्तिः नास्ति अतः उपदायाम् इक् ह्रस्वः तिष्ठति अग्रे क्रमः प्रदत्तः अस्ति कृ इति धातुः ओके ऋकारान्तधातुतः ऋत इद् धातोः इत्यस्य प्रसक्तिः अस्ति दिवादिगणे पठितं यथा ऋत इद् धातोः इत्यनेन इकारः भवति कृ इति धातुतः ऋकारान्त इ उद्भि आदेशः कि उद्भि कृ योगः अ इति ओके ऋत इत् धातोः इत्यनेन कि भवति ओके ऋत इत् ऋकारस्य स्थाने इकारः मृङ् how did we do that bagini mring at the same sutra tatra tu ringshaya glingshu aam bagini shakarah ityasmat परन्तु दीर्घऋकारान्तानां ऋत इद्धातोः इत्यस्य प्रसक्ति कारणतः इकार आदेशः भवति दिवादिगणे हलि च इत्यनेन यकारः हलि इत्यनेन हलि च इत्यनेन दीर्घत्वं भवति परन्तु अत्र तुदादिगणे तत् सूत्रस्य प्रसक्तिः नास्ति यतोहि षकारः अकारान्त अङ्गं सिद्ध्यति कृयोगः श इति स्थिते कृयोगः अ इको यणचि इत्यनेन यण्सन्धिः प्राप्ति तं प्रबाद्य सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्राप्तिः सार्वधातुकम् अपित् इत्यनेन श ञित्वत् भवति ञिति च इत्यनेन गुणनिषेधः भवति कृयोगः अ इति स्थिते ऋत इद्धातोः इत्यनेन ऋदन्तस्य धातोः ह्रस्व इकार आदेशः कि कृ इति कि इति भवति कियोगः अ उरण्ड्रापरः इत्यनेन ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा र परः सो किर् इति भवति कि इति किर् इति भवति किर्योगः अ किर इति भवति किरयोगः शत्र किरयोगः अत् अतो गुणे इत्यनेन पूर्वपरयोः एकः पररूप आदेशः किरत् इति भवति कृयोगः श इति स्थिते इको यणचि इत्यनेन यण्सन्धिः प्राप्ति तत्सूत्रं प्रपाद्य सार्वधातुक आर्धधातुकयोः इत्यस्य सूत्रस्य प्रसक्तिः अस्ति शकारः इति ञित्वत् भवति कारणतः सार्वधातुकम् अपित् इत्यनेन शकारः ञित्वत् ञिति च इत्यनेन गुणनिषेधः अपि भवति गुणनिषेधानन्तरं ऋत इद्धातोः इत्यनेन कृ इत्यस्य स्थाने कि इति भवति कि शकारः अकारः भवति कियोगः अ इति स्थिते उरण्ड्रपरः इत्यनेन रकारः अपि आगच्छति कियोगः अ इति किर्योगः अ इति भवति किर इति भवति तदनन्तरं शत्रुप्रत्यययोजनेन किरयोगः अत् इति स्थिते अतो गुणे इत्यनेन किरत् एव किरत् इति रूपं प्रातिपदिकरूपं सिद्ध्यति ऋत इद्धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकार आदेशः भवति कितिङिति प्रत्यये परे कितिङिति प्रत्यये परे इति फलितार्थः इति अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् भवति ऋकारान्तधातोः तः कित्ञित् प्रत्यये परे इत् भवति ऋकारस्य स्थाने इकारः इति भवति अलोन्तस्य षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल् वर्णस्य स्थाने भवति ऋतः इति षष्ट्यन्तरूपम् आम् तत्कारणतः तत् योगे षष्टिस्थाने योगे ऋस्थाने इत् भवति सो अलोन्तस्य इति सूत्रस्य विवरणं दत्तम् अलोन्तस्य इति षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल्वर्णस्य स्थाने भवति षष्ट्या अन्त्यस्य अलः अनुवृत्तिसहितसूत्रं षष्ट्या अन्त्यस्य अलः स्थाने इति अत्र सूत्रं परिभाषसूत्रम् अलौतस्य येन विधिस्तदन्तस्य विशेषणं तदन्तस्य अपि भवति स्वस्यापि भवति अत्र किमर्थं येन विधि तदन्तस्य इत्यस्य साहाय्येन ऋतः इत्यनेन ऋदन्तस्य इत्यस्यापि ग्रहणम्। ओके, ऋतः इति ऋदन्तस्य इत्यस्यापि ग्रहणं येन विधि ऋतः धातोः अङ्गस्य। ओके ओके, धातोः अङ्गस्य इति ऋतः इति विशेषणं भवति, विशेषं धातोः अङ्गस्य। सो ऋतः धातोः अङ्गस्य इति येन विधिस्तदन्तस्य इत्यनेन विशेषणं तदन्तस्यापि भवति, स्वस्यापि भवति। ओके, येन विधिः अनुवृत्तिसहितसूत्रं येन विधिः तदन्तस्य स्वस्य रूपस्य परिभाषासूत्रं स्वस्य रूपस्य च। ओके, स्वस्य रूपस्य येन विधिः तदन्तस्य स्वस्य रूपस्य च। ओके, ऋतः धातोः अङ्गस्य विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति तदन्तस्य। ओके, सो हियर् स्वस्यापि भवति। ओके, कीदृशधातुः इत्युक्ते ऋकार केवलं ऋकारान्तधातुः इति नास्ति, यस्य अन्ते ऋकारः अस्ति तादृशधातुः अपि इति स्वीकरणीयं, तदेव येन विधिस्तदन्तस्य। ओके, टु वाइडन दिस विशेषण यत्र विशेषण विशेष्य भावः अस्ति तत्र सर्वत्र येन विधिस्तदन्तस्य इत्यस्य कार्यं, स्वस्य केवलं स्वस्य न तस्य अन्ते अपि, यस्य अन्ते तादृश एतादृशधातुः अस्ति तादृशधातुः अपि। सो कार्यस्थलं बहुषु स्थलेषु भवितुम् अर्हति इति, यस्य अन्ते ऋकारः अस्ति चेत् एव। उरण् रपरः ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् आदेशः रपरः भवति। ओके, अनुवृत्तिसहितसूत्रम् उः स्थाने अण् रपरः। ऋकारस्य स्थाने यदा अण् प्रत्याहारस्य कश्चन सदस्यः अ इ उ वा आयाति तदा तस्मात् परे रेपः आयाति। आम्, अतः अण् रपरः भवति अर् इर् उर् वा इति। अत्र ऋकारस्य स्थाने इ आगतः, अतः रपरः भवति इर् इति। आं भगिनि, वयं पठितवन्तः कि इति किर् इति भवति। घृ धातुः अपि तथा, घृयोगः शकारः, घृयोगः अ, ऋत इद्धातोः इत्यनेन गि इति भवति, गियोगः अ, उरण्ड्रपरः इत्यनेन गिर् योगः अ, गिर्योगः अ, गिर, गिरयोगः शत्र, गिरयोगः अत् इति भवति, अतो गुणे इत्यनेन गिरत् इति प्रातिपदिकं सिद्ध्यति। इति अस्मिन् सुदादिगणे भवति, दिवादिगणे किं अभविष्यत् इति पठामः। धन्यवादः भगिनि, अधुना भगिनि पठतु वा। धन्यवादः। आं भगिनि, दिवादिगणे क्रमः तथैव अस्ति, किन्तु अन्ते इकारः दीर्घः भवति। जृ इति धातुः स्पृत् इति धातोः इति सूत्रेण ऋकारस्थाने इकार आगच्छति, तदनन्तरम् उरन् रपरः इत्यनेन जिर् अस्ति, हलिच इति सूत्रेण दीर्घ भवति, जीर् जीर्योगाशन् विकरणप्रत्ययः या इति अवशिष्यति, जीर्य जीर्ययोगः जीर्य इति अतो गुणे इति सूत्रेण पूर्वपरूपं पररूपम् एकादशः भवति। तद् दिवादिगणे अपि दीर्घ उकारः अस्ति धातुः अस्ति चेत् इकार आगच्छति, दीर्घ अपि भवति, अन्ते इकारस्य दीर्घः भवति। सूत्रमस्ति ऋकार आदेशार्थं ऋत धातोः इति सूत्रेण प्रथमम् आगस्थाने अश्व इकारः, अनन्तरं वुडन् रबरः इति सूत्रेण रेफा आगच्छति, हलिता इति सूत्रेण दीर्घं भवति, जीर्योगः षण् जीर्योगः जीर्ययोगः षट् अने शत्रु अत् अस्ति जीर्या जीर्यप् इति रूपं भवति हलितमनि हलित इत्यनेन हलिपरे रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो भवति विवादिगणे षण् हलादिः अपि अस्ति तुदादिगणेश अजादि अपि अस्ति अतः द्विवादौ रूकारन्तधातुषु हलिच इत्यस्य प्रसक्तिः तुदादौ अस्याम् एव दशायां हलिता कार्यं न करोति या अतः हलिता इति सूत्रं किं वदति चेत् हलि प्रत्ययपरे रेफान्तवकारान्तधातूनाम् उपधायां स्थितस्य इक् वर्णः दीर्घः भवति इदं सूत्रं केवलं द्विवादिगणे एव प्रसक्तिः अस्ति किमर्थं चेत् द्विवादिगणे विकरणप्रत्यय षण् इति यकार एव अवशिष्यति तत् तद् हलादि अपि अस्ति तत्तु सुधादिगणे हलिच सूत्रकार्यप्रसक्तिः नास्ति किमर्थं चेत् सुधादिगणे श अजादि अपि अस्ति अतः अत्र हलिचकार्यं न करोति केवलं द्विवादिगणे एव ऋकारान्तधातुषु हलित सूत्रेण कार्यं भवति अत्र उरण्परः इत्यस्य सम्यक्तया बोधार्थं गुणसन्धिम् एकवारम् अवलोकयामः आ दीर्घ आ इ दीर्घ इ ए भवति आ योग आ आर् आ उ ओ भवति आ योगः ऋ ऋ अर् भवति तदेव उरण्डपररूपं चिन्तितं कथमस्ति इति सामान्यनियमः अस्ति किल परन्तु गुणसंज्ञाविधायकसूत्रम् अदेङ्गुणः इत्यनेन आ ए औ इत्येषाम् एव वर्णनां गुणसंज्ञा भवति तत्र अव् किमपि नास्ति अर् किमपि नास्ति यत्र गुणसन्धिः अपेक्षितः तत्र आद्गुणः इत्यनेन अवर्णात् अचिपरे पूर्वपरयोः एकगुणादेशः भवति गुणादेश नाम पूर्वपरयोः स्थाने आ वा ए वा ओ वा आगत्य तत्र अर् तु न अस्ति एव तर्हि आ युगः रु अर् कथं वस्तुतः ऋकारस्य गुणसन्धिः एव भवति आ युगः रुर् आ ए ओ इत्येषु गुणसञ्ज्ञकवर्णेषु कश्चन स्वीकर्तव्यः अधुना स्थाने अन्तरतमः इति सूत्रेण ध्वनिदृष्ट्या तेषु त्रिषु द्वयोः वर्णयोः स्थाने कस्य गुणसञ्ज्ञकवर्णस्य उच्चारणार्थं स्थानतौल्यम् अस्ति इति अवलोकनीयं भवति आकारस्य कण्ठस्थानं ऋकारस्य मूर्धस्थानम् आ ए ओ इति गुणसञ्ज्ञकवर्णेषु कस्यपि कण्ठमूर्धस्थानं नास्ति आ कण्ठस्थानं ए कण्ठतालुस्थानं कण्ठतालूनाम् ओ कण्ठोष्ठस्थानम् तेषु त्रिषु आ ऋ इत्यनयोः स्थाने अकारस्य एव अधिक साम्यं वर्तते अतः उ आ ऋ इत्यनयोः स्थाने आ इत्यस्य गुण आदेशाप्राप्तिः अधुना रु स्थाने यः अकारः आगतः सः अण् प्रत्याहारस्य सदस्य अतः उरण्परः इत्यनेन रेफः परः भवति तर्हि आहत्य आ योगः भवति तर्हि आहत्य आ ऋ आद्गुणः इत्यनेन पूर्वपरयोः स्थाने आ पुरन्दपरः इत्यनेन अर् महर्षिः योगहर्षि महर्षिः अत्र वयं पुरन्दपरः सूत्रं सम्यक् अवगतनार्थं गुणसन्धि एकवारम् अवलोकयिष्यः गुणसन्धि किं वदति चेत् आ योगः इ अस्ति चेत् इकारस्थाने एकारः आदेशः भवति. आ आ उ व्यवहारः उ अस्ति चेत् ओ इति आ आ व्यवहारः अर् परन्तु अत्र अदेङ्गुणः इति गुणसंज्ञाविभागसूत्रम् अत्र केवलम् आ ए औ एव षड्वर्णाः सन्ति परन्तु अर् अपि नास्ति. यत्र गुणसन्धिः अस्ति चेत् तत्र आगुणः इत्यनेन इत्यनेन अवर्णात् अचि परे पूर्वपुरे एकगुणादेशः भवति. अत्रापि गुणादेशः आने आ एव ए ओ वा आगच्छति. तत्रापि अर् इति नास्ति परन्तु कथम् आगच्छति इति तत्र विवरणं दत्तम्. अत्र वयं पठित स्थान स्थाने किम् अस्ति तुल्यम् अस्ति इति पठने परिशीलनं भवति. अत्र वस्तुतः ऋकारस्थगुणसन्धि एव भवति अर् आ ए ओ इत्येषु गुणसैनिकवर्णेषु कश्चन स्वीकर्तव्य अथवा चेत् तानि अकारः कण्ठः ऋकारः मूर्धन्यः आ ए आ इति गुणसैनिकवर्णेषु कस्तपि कण्ठमूर्धस्थानं नास्ति. अतः आ अतिपरि कण्ठस्थस्थानम् अस्ति वयं जानीमः. कण्ठतालु ओ कण्ठ ओष्ठ्यम् तेषु त्रिषु आ एव आ रु इत्यनयोः स्थाने आकार एव तुल्यम् अस्ति. कण्ठ अस्ति रु इति कण्ठ ओष्ठं नो नो मूर्धन्य अधुना अत्र अधुना सुस्थाने यः अकारः आगतः सः अन् प्रत्यय आरब्धवर्गस्य अत पुरन्दपुरः इत्यनेन देवपरः भवति. तर्हि तद् अत्र तत्तं रु आयुभयु आयवरुरु आद्गुणः इति रूपेण प्रथमम् आगच्छति तदनन्तरं पुरन्दपुरः इति आस्थाने आ परतः अस्ति चेत् रेफ आगच्छति. तदेव पुनः अत्र ऋत इति धातोः विषये अस्ति. किमर्थमत्र एतद् उक्तम् इत्युक्ते तत्र ऋत इति धातोः इत्यत्रापि अण् आदेशः भवति किल. अण् इत्युक्ते इकारः इकारः अण् प्रत्याहारस्थवर्णः तदपि रपरः एव भवति किल. अतः एव एतत् अत्र उक्तम् तत्र कण्ठमूर्धन्यवर्णयोः मेलनेन तत्र कथं वयं स्वीकुर्मः अकारः एव गुणवर्णेषु अकारः किमर्थं स्वीकृतः अग्रे अपि पठति वा भगिनि अवधेयं यत् तद् पठित्वा समापयामः. अवधेयं यत् धातोः इति सूत्रं कितिमिति प्रत्ययपरे एव कार्यं करोति. अतः यत्र विकरणप्रत्ययः अपि नास्ति तत्र प्रसक्तिः न भविष्यति. वृत्तान्ते भुवादिगणे त्रु इति धातुः यद्यपि ऋकारन्तधातुः अस्ति तथापि ऋत इति धातोः इत्यनेन ऋस्थाने इकारादेशः न भवति. भुवादिगणे इत्यनेन ऋस्थाने भवादिगणे शप् पित् अस्ति अतः सारुधातुकागतसूत्रेण गुणः भवति. त्रुयुभाषा त्रुयुगः आ थर् युगः आ थर तर युवशतु तर इति आद्गुणः इति अतोगुणे अतोगुणे सूत्रेण तरत् तत्र वयं पुनः उक्तमत्र ऋतै धातोः केवलं कितिमिति प्रत्ययपरे एव कार्यं करोति परन्तु अपि प्रत्यय अस्ति स्वीकरणप्रत्ययः अस्ति चेत् अत्र केवलं सुगन्धदुपदेश न सर्वधातुकादिधातुकसूत्रेण गुणः एव भवति. अतः ऋत इति धातोः इत्यस्य प्रसक्तिः अत्र नास्ति इत्येव. अस्तु, प्रायः अग्रिमसप्ताह सप्ताहे वयम् अतः गणमनुसृत्य इति आरभ्य पठामः. अत्र किञ्चिदेव अवशिष्टमस्ति, तद् एतत् पाठः एषः पाठः अग्रिमसप्ताहे समाप्य सुबन्त निर्माणं प्रति गच्छामः. तत्र प्रायः नूतनसूत्राणि अपि भवन्ति. अस्तु, अद्य समापयामः वा? आम्, धन्यवादः. धन्यवादः. आं भगिनि, धन्यवादः भगिनि. धन्यवादः.